नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति दिवादिगणः इति विषयः अनुवर्तते. तत्र वकारान्तधातूनां विषये अस्माभिः गतवर्गे अधीतं. वकारान्तधातवः चत्वारः धातवः सन्ति, दिवु, शिवु, स्रिवु, ष्टिवु इति. तत्र किं भवति इति चेत्, हलीज इति एकं सूत्रम् अस्माभिः अधीतमासीत्. तेन उपधायां यः धातुः वकारान्तः अस्ति अपि च तस्य अनन्तरं हल् वर्णः अस्ति चेत् तदानीम् उपधायाम् इक् वर्णस्य दीर्घादेशः भवति. तर्हि दिव्योगः श्यन् इति स्थितौ, श्यन् इति प्रत्यये य इति अवशिष्यते, य इति तत्र हलादिः अस्ति इति कृत्वा दिव् इति वकारान्तधातुः. तर्हि उपधायाम् इक् वर्णस्य दीर्घादेशः भूत्वा दीव्यति इति रूपं भवति. एवमेव सिव् इति धातुः अस्ति चेत् सीव्यति, स्रिव् इति अस्ति चेत् स्रीव्यति, ष्टिव् इति धातौ अपि हलिज इत्यस्य कार्यं भवितुम् अर्हति. परन्तु तस्मात् पूर्वम् एकं विशिष्टं सूत्रमस्ति, ष्टिवु क्लमु चमां शिति इति सूत्रेण शिति परे ष्टिव् धातोः उपधायाः दीर्घत्वं भवति, अतः ष्टीव्यति इति रूपं निष्पद्यते. ष्टिवु क्लमु चमां शिति इति सूत्रे ये धातवः उल्लेखिताः, ष्टिव् क्लम् चम्, एतेषां विषये अस्माभिः अधीतं द्वादिगणे एव अध्ययनं जातम्. तर्हि तत्र किं ज्ञातम् इति चेत्, ष्टिव् धातुः भवादिगणे अपि अस्ति, तस्य सः धातुः दिवादिगणे अपि अस्ति. तर्हि किमर्थं स्थलद्वये अस्ति इति किञ्चित् तस्य चर्चा अग्रे भविष्यति, तत्र पश्यामः. तत्पश्चात् अस्माभिः तत्र सुब्धातु ष्टिव् श्वष्कतीनां सत्त्वप्रतिषेधो वक्तव्यः इति वार्तिकेन केषुचित् स्थलेषु धात्वादेः शहसः इति सूत्रेण धातोः आदौ षकारस्य सकारादेशः न भवति इति उक्तं. कुत्र इति चेत्, नमदातवः नम यत्र धातुभ्यः अथवा प्रातिपदिकेभ्यः इदानीं यदा सनादिप्रत्ययः विधीयन्ते तदानीं नामधातुः इति वदामः. भीषणम् अनन्तरं ष्टिव् श्वष्क् इति धातुद्वयम् अत्रापि तत्र धातोः आदौ मूर्धन्यषकारः दृश्यते उपदेशावस्थायां. तर्हि तत्र सकारादेशः भवितुमर्हति धात्वादेः शहसः इति सूत्रेण, परन्तु तत्र वार्तिकस्य बलेन षकारादेशः न भवति, तत्र निषेधः अस्ति. प्रतिषेधः इति उक्तत्वात् सत्त्वप्रतिषेधः इत्युक्ते सत्त्वस्य निषेधः, सकारादेशः न भवति. तर्हि तत्र ष्टिव् इति एव तिष्ठति, श्वष्क् इति एव तिष्ठति इति अपि ज्ञातम्. तदनन्तरम् अस्मिन् गणे एकः विशिष्टः धातुः अस्ति, मिद् इति धातुः. सामान्यतया अस्मिन् गणे गुणकार्यं न भवति, तर्हि मिद् धातोः अपि गुणकार्यं न स्यात्, यतोहि तत्र शन् प्रत्ययः अपित्वात् गुणनिषेधः इति चेत् न, तत्र मिदेर्गुणः इति एकं विशिष्टं सूत्रमस्ति, तेन मिद् धातोः गुणादेशः भवति शितिपरे. अतः एव मिद् इत्यत्र मेद् इति भूत्वा मेदयति इति रूपं निष्पद्यते इति तावत्पर्यन्तं प्राप्तमासीत्. तदनन्तरम् इदानीम् अग्रे तत्र जनि प्रादुर्भावे इति आरभ्य अद्य पश्यामः. अत्र एकं विशिष्टं सूत्रमस्ति, ज्ञाजनोर्जा इति सूत्रं, ततः आरभ्य अद्य पठामः. तत्र राजीभगिनी आरम्भं करोति वा? आं भगिनी, करोमि. ज्ञाजनोर्जा, ज्ञाक्रयादिगणे जन् दिवादिगणे चेत् अनयोः जा आदेशो भवति शिति प्रत्यये परे. आदेशः अनेकात् अनेकाल् अतः अनेकाश्चित् सर्वस्य इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति, न तु अन्त्यवर्णस्य. ज्ञाश्च जञ्च तयोः इतरेतरद्वन्द्वः ज्ञाजनौ तयोः ज्ञाजनोः ज्ञाजनोः षष्ट्यन्तं जालुप्तप्रथमाकं पदं द्विपदमिदं सूत्रम्. ष्टिवु क्लमु चमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ज्ञाजनोः अङ्गस्य जाषिति. ओके, जनि इति धातुः इकार धातुः उपदेशे अजनार्क इति सूत्रेण इत्संज्ञा भूत्वा तदनन्तरं लोपः भूत्वा गच्छति, जन् एव अवशिष्यति. ज्ञाजनोर्जा इति सूत्रेण जन् स्थाने ज्ञा पूर्णतया जन् स्थाने ज्ञा इति आदेशः भव जा इति आदेशः भवति. ज्ञास्थाने जा, जन् स्थाने जा. ज्ञा क्रियादिगणीयधातुः, जन् दिवादिगणीय धातुः. धातुद्वयं जा इति आदेशः भवति शितिप्रत्यये परे. दिवादिगणस्य श्यन् इति विकरणप्रत्ययः शिति अस्ति, अतः तत्र जन् इति स्थाने जा इति आदेशः भवति. आदेशः अनेकाशित् इति सूत्रेण सर्वस्थानिनः आदेशः भवति. ज्ञातु अन्त्यवर्णस्य आस्थाने, अन्त्यवर्णः जकारः योगः आकारः, अन्त्यवर्णः नास्ति. पूर्ण धातोः स्थाने आदेशः भवति जा इति. अनुवृत्तिसहितसूत्रं ज्ञाजनोः अङ्गस्य जाषिति. ज्ञाजनोः षष्ट्यन्तपदम्, अङ्गस्य अपि षष्ट्यन्तपदम्. अङ्गस्य विशेषणः ज्ञाजनोः विशेष्यं. शितिप्रत्यये परे जा इति आदेशः भवति इति सूत्रं वदति. साधु वा भगिनि? साधु, समीचीनं. धन्यवादः भगिनि, बहु समीचीनं. तदेव अत्र उक्तमस्ति. अत्र जादेशः अन्त्यादेशः भवितुमर्हति अनेका अलोन्त्यस्य इति सूत्रेण. सामान्यतया अन्तादेशः भवितुमर्हति, परन्तु तत् प्रबाद्य अत्र एकं सूत्रमस्ति, परिभाषासूत्रम्, अनेकाश्चित् सर्वस्य इति सूत्रस्य बलेन सर्वादेशः भवति. ज्ञास्थाने जन्स्थाने सर्वादेशः भवति. अस्तु, तर्हि इदानीम् अत्र एकः प्रश्नः अस्ति. जा इति आदेशे तत्र इत्संज्ञकवर्णः अस्ति वा? जा इति आदेशे नास्ति, जनि एव अस्ति. जा इति आदेशे नास्ति, नास्ति इति अवगच्छामः, परन्तु किमर्थं नास्ति? तत्र किमपि तत्र केनापि सूत्रं प्रसक्तम् अस्ति वा? केनापि सूत्रम् अत्र केन सूत्रेण इत्संज्ञा भवति? तदेव मम प्रश्नः. न अर्हति न, तत्र इत्संज्ञा भवितुं न अर्हति. किमर्थं इत्युक्ते कस्यापि सूत्रं तत्र केनापि सूत्रेण भवितुम् अर्हति वा इति मम प्रश्नः. किमपि इत्युक्ते चवर्गीयवर्णः अस्ति चेत् तत्र चिन्तनं भवति खलु. आ इति एव अवशिष्यते. किमस्ति सूत्रं तत्र? चुटु इति सूत्रस्य प्रसक्तिः अस्ति वा अत्र? न, किमर्थं न? किमर्थं चुटु इति सूत्रम् आदेशे पूर्वमेव जा इति इज् स्थाने एव भवितुम् अर्हति. अत्र इज् नास्ति वा इत्युक्ते यकारः योगः अकारः तत्र तु एव चुटु भवति, धातु अस्ति न? तत्र तु धातु अस्ति न? किमपेक्षितं सत्यं. तर्हि जा इत्यत्र चुटु इत्यस्य आदेशः अस्ति. तत्र स्थानिवद्भावेन प्रत्ययत्वं लभ्यते वा इति चेत् न, अत्र तु धातोः अङ्गस्य स्थाने आदेशः अस्ति, अतः चुटु इत्यस्य अवसरः एव नास्ति. प्रत्ययस्य स्थाने भवति चेत् चुटु इत्यस्य चिन्तनं भवति, अत्र तु अङ्गस्य स्थाने आदेशः इति कृत्वा न भवति. समीचीनं. तर्हि इदानीम् अग्रे अनेकाश्चित् सर्वस्य इति सूत्रं विजयलक्ष्मी भगिनी पठति वा? आं नमस्ते भगिनि. नमस्कारः. अनेकाल्षित् सर्वस्य ततः वा? आम्. अनेकाल्षित् सर्वस्य प्रथमाध्यायस्य प्रथमपादे पञ्चपञ्चाशीतितमं न पञ्च किं भगिनि फिफ्टि अहं पञ्चपञ्चाशत्तमं सूत्रं पञ्चपञ्चाशत्तमं सूत्रम् आदेशः अनेकाल् आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः अथवा षित् चेत् सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य यस्य स्थाने आदेशः आदिष्टः सः स्थानि इदं सूत्रम् अलोन्त्यस्य इत्यस्य अपवादः न एकः अनेकः नै तत्पुरुषः अनेकः अल् यस्य सः अनेकाल् बहुव्रीहिः षकारः इत् यस्य सः षित् बहुव्रीहिः अनेकाल् च षित् च अनेकाल्षित् समाहारद्वन्द्वः अनेकाल् प्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ट्यन्तं त्रिपदम् इदं सूत्रं स्थाने अन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अनेकाल्षित् सर्वस्य स्थाने अनेकाल्षित् सर्वस्य इति सूत्रम् अपवादसूत्रमस्ति. अलोन्त्यस्य इति उत्सर्गसूत्रस्य अपवादः. अत्र अनेकाल् इत्युक्ते यदा आदेशे एकः वर्णः भवति तदा एकाल् अत्र अनेके वर्णाः भवन्ति चेत् अनेकाल् इति भवति. षित् इत्युक्ते षकारः इति यस्य सः बहुव्रीः समासः. अत्र अनेकाल् इत्यपि बहुव्रीहिः षित् इत्यपि बहुव्रीहिः द्वयोः समाहारद्वन्द्वं कृत्वा अनेकाल् षित् इति पदं निष्पद्यते. अनेकाल् षित् सर्वस्य इति सूत्रम् अत्र अनेकाल् षित् इति प्रथमान्तम् अनेकाल् प्रथमान्तं षित् इत्यपि प्रथमान्तं सर्वस्य इति षष्ट्यन्तम् त्रिपदम् इदं सूत्रं किमर्थं त्रिपदं भगिनि? अनेकाल् षित् इति एकमेव पदं खलु? भगिनि क्षम्यतां, सत्यमेव, द्विपदमिदं सूत्रं न तु त्रिपदम्. अनेकाल् षित् इति एकं पदं, सर्वस्य इति द्वितीयं पदं, द्विपदम् इति स्यात्. द्विपदम् इदं सूत्रम् अत्र अनेकाल्षित् इति प्रथमान्तं सर्वस्य इति षष्ट्यन्तं स्थाने इति स्थानेऽन्तरतमः इति सूत्रेण अनुवर्तते. अनुवृत्तिसहितसूत्रम् अनेकाल्षित् सर्वस्य स्थाने इति. अत्र किं भवति इति चेत् यदा आदेशः अनेकाल् भवति अनन्तरं स्थानी अपि अनेकाल् भवति. सारि, स्थानी तु एकः एव स्थानी. आम् आम् आम्, एतत्तु अलो अन्त्यस्य इत्यस्य अपवादः. अतः स्थानी अनेकाल् अस्ति वा? स्थानी एकमेव वा? आदेश अनेकाल् इत्युक्ते अत्र एकवारं पश्यामः. अनेकाल् षित् इति यदा वदति तर्हि अनेकाल् षित् इत्यत्र वस्तुतः पदद्वयम् अस्ति खलु, अनेकाल् अपि च षित्, उभयत्र बहुव्रीहिसमासः अस्ति, निमित्तद्वयम् अस्ति. बहुव्रीहिसमासः अस्ति, तर्हि कस्य विशेषणम् अस्ति इदम्? अनेकाल् इति स्थान आदेशस्य एव आदेशः अनेकाल् भवितुम् अर्हति. आदेश एव षित् अपि भवितुम् अर्हति. अतः आदेशः इत्यस्य विशेषणम् अनेकाल्षित् अनेकाल् अपि च षित् द्वयमपि पदद्वयमपि आदेशस्य विशेषणं न तु स्थानिनः विशेषणं यदि स्थानिनः विशेषणं स्यात् तर्हि तथा तत्र बहवः स्थानिनः भवितुम् अर्हन्ति परन्तु अत्र अनेकाल्षित् इति पदं तत्र आदेशस्य विशेषणम् इति कृत्वा तत्र आदेशः एव अनेकाल् यदा भवति तदानीम् अस्य सूत्रस्य चिन्तनं भवति स्थानिनः अनेकाल् इति नास्ति यत्र स्थानिनः अनेकाल् इति अत्र विषयः नास्ति आदेशः अनेकाल् यत्र अस्ति अथवा आदेशः षित् अस्ति तदानीं सर्वस्य स्थाने भवति आदेशः सर्वस्य इति उक्तत्वात् सर्वस्य स्थानिनः स्थाने अनेकाल् आदेशः भवति इति वा सर्वस्य स्थानिनः स्थाने सत्यं सर्वस्य स्थानिनः स्थाने आदेशः अनेकाल् आदेशः भवति अतः स्थानिनः अपि अनेकाल् इति एव खलु न स्थानिनः अनेकाल् इति नास्ति स्थानी एकः एव सर्वस्य स्थानिनः स्थाने इत्युक्ते एकः एव स्थानी अस्ति तस्य सम्पूर्णस्य स्थाने भवति न तु अन्त्यवर्णस्य स्थाने इदानीम् इति एकः स्थानी अस्ति सम्पूर्णस्य स्थानिनः स्थाने इत्युक्ते स्थानी एकाल् अपि भवितुम् अर्हति अनेकाल् अपि भवितुम् अर्हति सत्यं तत्र चिन्तनं नास्ति एकाल् अस्ति वा अनेकाल् अस्ति वा इति चिन्तनं नास्ति यत्किमपि भवितुम् अर्हति अतः स्थानी इत्युक्ते स्थानी एव तत्र स्थानिनः तत्र कति वर्णाः सन्ति इति चिन्तनं नास्ति अत्र स्थानी इति एकः समूहः अस्ति अत्र समूहे एकः अपि वर्णः भवितुमर्हति वर्णद्वयं भवितुमर्हति वर्णत्रयं भवितुमर्हति अङ्गं भवितुमर्हति पदं भवितुमर्हति यत्किमपि भवितुमर्हति खलु एकः वर्णः स्थाने अनेकाल् अथवा षित् आदेशः भवति इति एव स्थानिनः अपि अनेकाल् भवितुमर्हति परन्तु तद् अत्र तु वार्ता अनेकाश्चित् सर्वस्य इत्यनेन अनेकाश्चित् इति पदद्वयं स्थानिनः विशेषणं नास्ति अतः स्थानि अनेकाल् वा एकाल् वा इति चिन्तनं नास्ति परन्तु आदेशः अनेकाल् अथवा षित् चेत् सम्पूर्णस्य स्थाने भवति इति उक्तं परन्तु यथा भवती वदति एकः स्थानी तत्र स्थानिनी एकः एव वर्णः अस्ति चेत् तर्हि तत्र अन्त्यवर्णः प्रथमवर्णः सम्पूर्णवर्णः इति चिन्तनमेव न भवति न भवति तदेव न भवति अतः तत्र अनेकाश्चित् सर्वस्य वा इति तादृशचिन्तनस्य आवश्यकता नास्ति एकः एव वर्णः तस्य स्थाने भवति अतः तादृशविषयस्य चिन्तनम् अत्र नास्ति परन्तु यत्र स्थानि अस्ति अङ्गं यत्र स्थानि अस्ति पदम् इति तादृशं यत्र अस्ति तत्र पदे सामान्यतया वर्णद्वयं वर्णत्रयं भवति तादृशस्थलेषु यत्र यतोहि अलोन्त्यस्य इत्यनेन किम् उक्तं षष्टिविभक्तिद्वारा यस्य स्थाने आदेशः भवति सः आदेशः अन्तादेशः भवति इति उक्तं तर्हि इदानीं स्थाने अस्ति अङ्गं पदम् अथवा यत्किमपि अस्ति तत्र तस्य स्थाने सम्पूर्णस्य स्थाने आदेशः भवति न तु अन्तिमवर्णस्य अतः तत्र अतः समूहः अस्ति इति वयम् अवगन्तुं शक्नुमः समूहः कथं जानीमः इति चेत् अलोन्त्यस्य इत्यनेन वयं जानीमः यतोहि षष्टिविभक्तिद्वारा यस्य पदस्य अङ्गस्य स्थाने आदेशः भवति तत्र सः आदेशः अन्तादेशः भवति इत्युक्तम् अलोन्त्यस्य इति सूत्रेण परन्तु तत्प्रबाद्य अनेकाश्चित् सर्वस्य इति सूत्रेण तत्र षष्टिविभक्तेद्वारा यस्य पदस्य अङ्गस्य स्थाने आदेशः भवति सः आदेशः सम्पूर्णस्य पदस्य सम्पूर्णस्य अङ्गस्य सम्पूर्णस्य समूहस्य स्थाने आदेशः भवति इति अर्थः अस्तु अग्रे पठामः अग्रे धन्यवादः भगिनी अग्रे अत्र शोभा भगिनी अग्रे पठतु अस्तु धन्यवादः आं भगिनि तत्र जनि इति आरभ्य किं भगिनि जन् दातु आत्मनेपदी जन् धातुः आत्मनेपदी जनि अनुबन्धलोपे जन् इति जन् योगः श्यन् ना जनोर्जा इत्यनेन क्षितिपरे जा आदेशः जा योगः या जाया इति अङ्गं जाया योगः ते जायते तत्र अनेकाल्षित् सर्वस्य इत्यस्य इति सूत्रस्य कार्यस्य उदाहरणरूपेण जन् इति आत्मनेपदी धातुं स्वीकृत्य प्रक्रियं दर्शितं. जनी इति मूलधातुः अनुबन्धलोपे तत्र अन्ते अनुनासिकवर्णः अतः इत् भवति तस्य जन् इति एव तिष्ठति. जन् योगः श्यन् तत्र ना जनोर्जा इति सूत्रेण शितिपरे इति सूत्रे उक्तमस्ति इति कृत्वा शिन् इति शित् अस्ति अतः तत्र अस्य सूत्रस्य प्रसक्तिः प्राप्तिः भवति. इत्यनेन जा इति आदेशः तत्र अधुना अनेकाल्षित् सर्वस्य इति सूत्रस्य प्राप्तिः अपि भवति. तेन सूत्रेण स्थानी तत्र जन् इति सम्पूर्णस्थानी यथा अधुना भवत्या उक्तं यदि आदेशः क्षम्यताम् अङ्गम् अस्ति अथवा पदम् अस्ति अथवा समूहः अस्ति चेदपि तत्र यदा स्थानी भवति सम्पूर्णस्थानिनः स्थाने आदेशः जा इति आदेशः भवति. अतः तत्र जन् इत्यस्मिन् जकार अकार नकार सम्पूर्णस्य स्थाने जा इति आदेशः भूत्वा जा योगः या अधुना शन् इत्यस्य जाया इति अङ्गं भवति. अनन्तरं ते इति तिङ्प्रत्ययस्य योजनेन जायते इति अन्तिमरूपं. बहु समीचीनम्. इत्युक्ते अत्र अलोन्त्यस्य इति सूत्रमपि तदा एव कार्यं करोति यत्र स्थानिनः स्थाने तत्र स्थानिनि वर्णद्वयं वर्णत्रयं यत्र अस्ति तत्र एव अलोन्त्यस्य इत्यस्य अपि प्रसक्तिः. यत्र अलोन्त्यस्य इत्यस्य प्रसक्तिः अस्ति तत्र अनेकाश्चित् सर्वस्य इत्यनेन भवितुम् अर्हति. यत्र अलोन्त्यस्य इत्यस्यैव प्रसक्तिः नास्ति तत्र अनेकाश्चित् सर्वस्य इत्यस्य चिन्तनमपि नास्ति. इत्युक्ते स्थानिनि एकः एव वर्णः अस्ति चेत् तदानीं तत्र अलोन्त्यस्य इत्यस्य अपि चिन्तनं नास्ति अनेकाश्चित् सर्वस्य इत्यस्य अपि चिन्तनं नास्ति. स्थानिनि समूहः स्यात् तदानीमेव चिन्तनम्. अतः यदि वयं तत्र स्थानिनि अपि अनेके वर्णाः भवेत् अपि च आदेशे अपि अनेके वर्णाः भवेत् इति तादृशचिन्तनं वयं कुर्मः चेत् तदानीं तत्र अस्माकं मनसि प्रायः तत्र क्लेशः जायते. तत्र यदा वयं सूत्रस्य विवरणं यदा वयं चिन्तयामः तदानीं ओ स्थानिनि अनेके वर्णाः भवेत् वा आदेशे अनेके वर्णाः भवेत् वा इति तत्र क्लेशः भवितुमर्हति. अतः स्थानिनः विषये चिन्तनमेव मास्तु. अनेकाश्चित् सर्वस्य यत्र आदेशे अनेके वर्णाः सन्ति तत्र आदेशस्य विषये एव चिन्तनं कार्यम्. यतोहि तत्र आदेशे अनेके वर्णाः सन्ति चेत् तदानीं सर्वस्य स्थाने आदेशः इति. तर्हि तत्र यत्र अलोन्त्यस्य इति सूत्रस्य प्रसक्तिः अस्ति तत्र एव अयं सूत्रम् अपवादत्वेन आगच्छति इति. सत्यं भगिनि. आं सत्यम्. अपि च अत्र इदानीं तत्र जायते इति रूपं प्रथमभक्तौ एकवचने उक्तम् न प्रथमपुरुषे एकवचने उक्तं तर्हि इदानीं तत्र अन्यानि रूपाणि लटीरूपाणि वदति वा? तत्र वर्तते जायते जायते जायन्ते जायसे जायेथे जायध्वे जाये जायावहे जायामहे लङि अजायत अजायताम् अजायन्त. न न द्विवचने किम्? तत्र वर्ततां वर्तेतां वर्तन्तम् अजायताम् अजायेताम् अजायन्तम्. न न एकवचने किम्? किञ्चित् मन्द मन्दं वदतु. किं भगिनि? एकवचने हा तत्र लङ्लकारे अजायत अजायत अजायेताम् अजायन्त अजायथाः अजायेथाम् अजायध्वं लङ् अजाये अजाया अजायावहि अजायामहे. हा उत्तमं समीचीनम्. इदानीं तत्र कः उमा भगिनी वदति वा लोटि विधिलिङ्गि? अस्ति वा उमा भगिनी? अस्मि अस्मि. धातु हा विच् जन्धातुः जन्धातुः ओके ओके ओके जायते जायेति जायन्ते जायसि कुत्र अस्ति भवती अत्र लोटि ओके ओके ओके ओके ओके जायतां जायेतां जायन्तां जायस्व जायेथां जायध्वं जायी जायावहे जायामहे एकवचने किम् उत्तमपुरुषे जाये सारी जाये इति वा जायै जायावहे जायामहे सारी सारी जायै जायावहे जायामहे समीचीनम् इदानीं विधिलिङ्गि विधिलिङ्ग् जायेत जायेयातां जायेरन् जायेथाः जायेयाथां जायेध्वं जाये जायेय जायेवहि जायेमहि जायेय जायेवहि जायेमहि समीचीनं समीचीनम् अस्तु तर्हि इदानीम् ओकारान्तदातवः इदानीं विनय महोदय पठति वा ओकारान्तानां ओकारान्त उकारलोपः चतुर्धातवः चत्वारः धातवः सन्ति दो शो छो अपि च शो दो अवखण्डने विभागे भग्नं करोति शोतरुकरणे तीक्ष्णं करोति कृशं करोति छो छेदने कर्तयति शो अन्तकर्मणि पूरयति समापयति ओतः शरि इत्यनेन धातव अङ्गान्तस्य उकारस्य लोपः भवति शरि परे दो योग शन् ओतः शनि तेन शरि परे धातु अधातु अन्त अङ्गस्य ओकारस्य लोपः अथ द अवशिष्यते द हलन्त अवशिष्यते तर्हि विकरण आयाति षड्विकरण आयाति अथ द्य भवति द्य अङ्गमस्ति अथ द्य योगः विवक्षित लकार अत्र परस्मै पद अस्ति अतः द्यति भवति शो शन् ओतः शनि तेन शनिपरे धातु धातु अङ्गतस्य ओकारस्य लोपः श श हलन्त योग य श भवति श अङ्ग तर्हि श योग ते शनि शो अत्र सूत्रस्ति ओतः शनि यदि अहं सूत्र व्याकसम्मते एवं पश्यामः तर्हि अत्र अत्र परिभाषासूत्र अलवन्तस्य आधारेण व्यसहायेन ओ ओ ओ वर्ण वर्णस्य लोपः अस्ति यदि ओ वर्णस्य लोपः अस्ति तर्हि अवशेष अवशेष द हलन्त अस्ति व्यक्ति द व्यञ्जन अस्ति व्यञ्जनयोग स्वर तर्हि एव दो भवति वा शो भवति परन्तु यदि लोपः भवति तर्हि अवशेष केवलं द हलन्त्य अस्ति तदनन्तरं विकर्ण अस्ति विकर्ण उपरान्तः विवक्षित लकार अस्ति अत्र परस्मैपदी लकार अस्ति समीचीनं समीचीनम् इत्युक्ते अत्र चत्वारः धातवः सन्ति अत्र अस्मिन् गणे ओकारान्तदातवः एतेषां कृते विशिष्टसूत्रमस्ति ओतः श्यनि इति सूत्रेण अङ्गस्य ओकारस्य स्थाने ओकारस्य लोपादेशः भवति शनिपरे, अतः एव अत्र हल् हल् वर्णः अवशिष्यते. दो इति अस्ति चेत् उकारस्य लोपः, दकारः योगः ययोगः इति द्यति श्यति इति इत्यादि रूपाणि. अस्तु, सूर्यकुमारी भगिनी अग्रे पठति वा? छो. आं भगिनि. छो योगः स्यन् ओतः स्यनि इत्यनेन शनिपरे धात्वङ्गान्तस्य ओकारस्य लोपः छ योगः या क्षय इति अङ्गं च्या श्य क्षम्यतां भगिनि श्या इति अङ्गं क्षति अन्तिमरूपं शो धात्वादेः सहसः इत्यनेन मूलधातोः आदौ सकारस्य स्थाने सकारादेशः शो स्थाने सो भवति. सो योगः स्यन् ओतः स्यनि इत्यनेन स्यनिपरे तत्त्वङ्गान्तस्य ओकारस्य लोपः सा योगः या स्या भवति. स्या योगः इति स्यति. तावत् वदतु. क्षम्यतां भगिनि. तावद् वदतु. आम्, छो धातु अलो अन्तस्य इत्यनेन ओकारस्य स्थाने ओकारस्य स्थाने लोपः भवति. चकार एव तिष्ठति. स्यन् अनुबन्धलोपानन्तरं या एव अवशिष्यते. चकारयोगः या च्या भवति. च्या योगः ति च्यति अन्तिमरूपम्. अन्तिम धातुः अस्ति शो. शो धात्वादौ शकार अस्ति चेत् धात्वादौ सहसः इति सूत्रेण सकारादेशः भवति, सो भवति. सो अन्तिम अङ्गस्य अन्ते ओकारः अस्ति चेत् ओतः शनि इति सूत्रेण शनिपरे ओकारलोपः भवति. सा एव सकार एव अवशिष्यते. सकारयोगः स्यन् अनुबन्धलोपान्तरं या यक या सकारयोगः या स्या भवति. स्या योगः इति स्यति. स्यति इत्यस्य लटि रूपाणि वदति वा? हा भगिनि, लटि स्यति परस्मैपदि. स्यति स्यतः स्यन्ति स्यसि स्यतः स्यथ स्यमि स्यवः. न, स्यमि इति अस्ति वा? किम् अस्ति स्ययोगः मि? स्यमि स्यमि स्ययोगः मि, तत्र दीर्घत्वं भवति खलु. स्यायोगः मि स्यामि. स्यामि स्यावः स्यामः. क्षम्यतां भगिनि. समीचीनं. केन सूत्रेण दीर्घत्वम्? अमिपूर्वः. अमि अमि कुत्र अस्ति तत्र? अतो दीर्घो यणि. उत्तमम्. अतो दीर्घो यञि इति सूत्रेण दीर्घादेशः. अस्तु, समीचीनं. लोटि अपि वदतु. लोटि अङ्गमस्ति. स्या स्यतु स्यतात् स्यतां स्यन्तु स्या स्यतात् स्यतं स्यत स्यानि स्याव स्याम. समीचीनम्, उत्तमम्. अस्तु, तर्हि इदानीं तत्र विनयमहोदय लङ्गि विधिलिङ्गि रूपाणि वदति वा? अस्ति अट् आसि अत्र कोऽपि हल् अस्ति तथा अश्यत् अश्यताम् अश्यन् अस्यः अश्यतम् अश्यत् अस्याम् अस्याम् अस्याम् न एकवचने किमस्ति कुत्र उत्तमपुरुष भगिनि उत्तमपुरुष एकवचने किम् प्रश्नः समीचीनमस्ति अत्र अत्र दीर्घत्वमस्ति अतो यै वर्ण दीर्घो यै इति सूत्रं प्रभाद्य प्रभाद्य तर्हि अस्यं अस्यम् अस्यद् अस्यम् अस्यम् इति एकवचने समीचीनं परन्तु द्विवचने बहुवचने तु क्षम्यतां भो अस्ति भो अस्ति अपि च म अस्ति तर्हि स्पष्टतया अस्याव अस्याव परन्तु एकवचने केन सूत्रेण तत्र दीर्घत्वं न भवति केन सूत्रेण दीर्घत्वं न भवति अहं न स्मरामि भगिनि कोऽपि तु इदानीमेव उक्तं तत्र अमीपूर्वः अमीपूर्वः इत्यनेन पूर्वरूपादेशः भवति अमीपरे अतः अस्य योगः अम् पूर्वरूपादेशः अस्यम् यथा अपटम् अपटम् अपटाव अपटाम इति यथा अस्ति तथैव अत्रापि विधिलिङ्गि विधिलिङ्ग वदामि श्रेयतु चेतां श्रेयुः श्रेयः चेतम् पेयं पेयव न पेयं स्येव स्येम स्येम स्येम सत्यं समीचीनम् अस्तु धन्यवादः महोदय अस्य योगः अम् तत्र अकारः गुणवर्णः अस्ति अतो गुणे न आयाति वा अतो गुणे इति अपि प्रपाद्य अमीपूर्वः अमीपूर्वः इति विशिष्टं सूत्रमस्ति खलु अतः अमीपूर्वः इत्युक्ते तत्र पश्यामः चेत् तत्र वैयाकरणानां तत्र मतभेदाः सन्ति केचन वदन्ति तत्र अमीपूर्वः नास्ति अमीपूर्वः इति तु केवलं सुबन्तप्रक्रियायामेव इति केचन वदन्ति परन्तु अन्ये वदन्ति तत्र अमीपूर्वः इत्यस्य सर्वत्र प्रसङ्गः अस्ति अतो गुणे इति सूत्रमपि प्रपाद्य अमीपूर्वः भवति इति वदन्ति परन्तु यत्किमपि भवतु अतो गुणे इति नेन वा भवतु अमीपूर्वः इति नेन भवतु समानं रूपम् अस्तु अनन्तरं स्यति इति अस्ति लिट्लकारे पठिष्यति इति भवति अत्र किं भवति स्यति इत्यस्य तत्र लृट्लकारे वा लृट्लकारे तत्र वदतु तत्र इदानीं तत्र धातुः कः धातुः कः सो इति सो इति धातुः खलु तत्र तु ओतः शनि इत्यस्य ओतः शनि इत्यस्य प्रसक्तिः एव नास्ति सत्यं स्य इति आयाति चेत् धातुतः तिङ् प्रत्ययः न दृश्यते विकरणप्रत्ययः तु ष्यन् नास्ति अत्र स्य इति विकरणप्रत्ययः अतः सो योगः स्य योगः ति इति भवति वा सो इति अत्र तत्र स्य इति प्रत्ययः कीदृशप्रत्ययः एजन्त् वदतु तत्र शुभदा भगिनी वदतु. एजन्त धातुः अस्ति शो इति, अतः अशिति प्रत्यये परे यः प्रत्ययः शित् नास्ति तादृशप्रत्यये परे तस्य आत्वं भवति. आदेश उपदेशे अशिति इति सूत्रेण तर्हि सा इति भवति, सा योगः स्यति सास्यति, सास्यति सास्यतः सास्यति इत्यादीनि रूपाणि. अतः एव तत्र किमर्थं तत्र उपदेशावस्थायामेव धातोः ओकारः न स्यात् इति वयं चिन्तयितुं शक्नुमः. किमर्थम् ओतः शनि इति सूत्रम् आवश्यकं, सूत्रमेव मास्तु इति चिन्तयामः चेत् आर्धधातुकप्रक्रियायां क्लेशः भवति. यतोहि ओकारः अपेक्षितः अस्ति एजन्तधातोः, एजन्तधातुः अस्ति चेत् आत्वं भवति खलु, अतः आर्धधातुकप्रक्रियायाम् ओकारः अपेक्षितः. अतः एव तत्र उपदेशावस्थायाम् ओकारः अस्ति, परन्तु सार्वधातुकप्रक्रियायाम् ओकारः न अपेक्षितः इति कृत्वा ओतः शनि इति सूत्रम् अस्तु. इदानीं वंसी भगिनी पठति वा सूत्रम्? आं भगिनि, सर्वेषाम् ओकारः एव यतोहि तत्र, अपि च तत्र अमीपूर्वः इति परसूत्रमस्ति न, अतो गुणस्य प्रभात्य अमीपूर्वः कार्यं करोति, अपवादसूत्रमपि भवितुम् अर्हति वा? किं पुनः वदतु? अमीपूर्वः परसूत्रमस्ति न, अतो गुणः तु सामान्य उत्सर्गसूत्रमस्ति, अतो गुणः इति उत्सर्गसूत्रमस्ति, अमीपूर्वः तु अपवादसूत्रं भवितुम् अर्हति वा? तत्र परसूत्रमस्ति. अपवादसूत्रम् इत्युक्ते यत्र यत्र अमी पूर्वः आयाति तत्र सर्वत्र अतो गुणे आयाति इति वक्तुं शक्यते वा? इति वक्तुं शक्यते खलु, परन्तु अमीपूर्वः इत्यत्र अक्वर्णः अपेक्षितः, अतो गुणे इत्यत्र केवलं ह्रस्व अकारः एव अपेक्षितः. अमीपूर्वः इत्यत्र सल कार्य कार्यक्षेत्रं बहु लघु अस्ति इति तादृशं वक्तुं न शक्यते, यतोहि तत्र अतो गुणे इत्यत्र केवलम् अदन्तम् अङ्गम् अस्ति चेत्, अदन्त इत्युक्ते ह्रस्वकारः अस्ति चेत् पर्याप्तम्. अत्र तु अक्वर्णः अस्ति समीपरे, अतः साक्षात् अपवादः इति प्रायः वक्तुं न शक्यते. अस्तु अस्तु, अष्टमबिन्दुः अस्ति क्षमादि अन्तर्गणः अष्ट न ओतः शनि, ओतः शनि इति सूत्रं पठतु. ओ तत् न पठितम्, अस्तु. ओतः शनि इति सप्तमाध्याये तृतीयपादे एकसप्ततितमं सूत्रमस्ति. धात्वाङ्गस्य ओकारस्य लोपः भवति शनि परे. अलौन्त्यस्य इति परिभाषासूत्रस्य सहायेन आदेशः अन्त्यस्य अल् वर्णस्य स्थाने भवति. धात्वान्ते एव ओकारस्य लोपः. ओतः षष्ट्यन्तं शनि सप्तम्यन्तं द्विपदमिदं सूत्रं. होर् लोपो लेटि वा इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. शनि ओतः अङ्गस्य लोपः. एतत् सूत्रं विवादिगणस्य एव भवति इति अहं चिन्तयामि, यतोहि तत्र शनि इति उक्तत्वात् शन् प्रत्ययः तु विवादिगणे एव भवति, अतः ओतः शनि इति सूत्रमस्ति. ओतः इति षष्ठ्यन्तं पदमस्ति. तत्र शनि इति सप्तम्यन्तं पदमस्ति. शन् इति प्रत्यय परे यदि अस्ति तत्र ओतः इत्युक्ते तत्र तपरकरणम् अस्ति. ओतः इति तपरकरणम् इति वदामः वा ओकारस्य स्थाने? तपरकरणं नो चेत् उच्चारणार्थं भवति वा? ओकारः तु तपरकरणं भवति वा तत्र भगिनि? तपरकरणम् अस्ति परन्तु अनावश्यकम्, नावश्यकं तपरकरणं नावश्यकं. मुखसुखार्थम् इति उक्तं, मुखसुखार्थम् इत्युक्ते उच्चारणार्थम्. उच्चारणार्थं समीचीनम्. अतः तत्र उच्चारणार्थम् ओकारस्य लोपः भवति यदि तत्र शन् प्रत्ययपरे अस्ति चेत्. तत्र धातु अङ्गस्य ओकारः इति उक्तम्, अतः तत्र धातोः यत् अन्ते ओकारः अस्ति तस्य लोपः भवति शन् प्रत्ययपरे. अनुवृत्तिसहितसूत्रमस्ति. शनि ओतः अङ्गस्य लोपः. शनि इति सप्तम्यन्तं पदमस्ति, अतः तत्र पर निमित्तम् अस्ति. कार्यं पूर्वकार्यमस्ति ओतः इति षष्ठ्यन्तं पदमस्ति अतः तत्र स्थानी भवति ओतः अङ्गस्य इति तत्र विषये अवयव अवयभावः इति चिन्तयामि तत्र ओ अङ्गस्य ओकारस्य लोपः भवति षण् प्रत्यये परे समीचीनं वा कुत्र कुत्र अस्ति अवयव अवयविभावः ओतः अङ्गस्य इति अवयव अवयविभावः न भवति वा अङ्गस्य ओकारः विशेष्य ओतः अङ्गस्य इत्यत्र विशेषणविशेष्यभावः इत्युक्ते तत्र एकः एव वर्णः ओकारः भवेत् इति परन्तु तत्र तथा नास्ति अङ्गस्य ओतः इति अवयव अवयविभावः समीचीनं तदेव अत्र येन विधिस्तदन्तस्य इत्यस्य प्रसङ्गः अस्ति वा भगिनि अत्र ओतः अङ्गस्य अनयोः कीदृशभावः तत्र भवत्या उक्तम् अधुना एव तत्र अवयव अवयवी भावः इति अवयव अवयवी भावः किं विशेषणविशेष्यभावः अस्ति चेत् तत्र येन विधिस्तदन्तस्य इत्यस्य प्रसङ्गः भवेत् इत्युक्ते अत्र पश्यतु अत्र ओतः अङ्गस्य इत्यत्र किञ्चित् चिन्तयामः ओतः अङ्गस्य इत्यत्र विशेषणविशेष्यभावः इति वदामः चेत् तत्र किं भवति तर्हि अपि भवितुमर्हति ओकारान्ताङ्गमपि भवितुमर्हति ओकारः इति अङ्गमपि भवितुमर्हति ओकारान्त अङ्गमपि भवितुम् अर्हति तर्हि तत्र येन विधिस्तदन्तस्य इत्यनेन विशेषणविशेष्यभावः इति वदामः चेत् तदानीं तत्र येन विधिस्तदन्तस्य इत्यस्य अवसरः भवति अपि च अलोन्त्यस्य इत्यनेन सम्पूर्ण अङ्गस्य नास्ति अन्तिमवर्णस्य स्थाने इति भवितुमर्हति परन्तु येन विधिस्तदन्तस्य इत्यनेन केवलम् ओकारान्त केवलम् ओकारः इति अङ्गम् इति अत्र नास्ति अस्मिन् गणे तु तादृशं नास्ति अतः ओकारान्तम् अङ्गम् इति वयं स्वीकर्तुं शक्यते येन तत्र येन विधिस्तदन्तस्य इति सूत्रम् आगच्छति समीचीनं येन विधिस्तदन्तस्य इति सूत्रम् आगच्छति परन्तु इदानीं तत्र वंशी भगिन्या उक्तम् अवयव अवयवीभावः अङ्गस्य ओतः इत्यनेन अवयव अवयवीभावः अस्ति अङ्गस्य यः ओकारः अस्ति तस्य लोपः तर्हि अवयव अवयवीभावं स्वीकुर्मः चेत् तत्र क्लेशः अस्ति वा इति एकवारं परिशीलयामः तर्हि तत्र वंशी भगिनी वदतु अवयव अवयवीभावः अस्ति चेत् क्लेशः भवति वा कुत्रचित् न भवति इति चिन्तयामि यतोहि ओकारः अङ्गस्य अङ्गं भवेत् परन्तु तत्र अन्त्यवतः इति न उक्तम् इति अपि तत्र क्लेशः अस्ति अलोन्त्यस्य इत्यनेन तत्र समर्थनं भवति न न अलोन्त्यस्य इति इदानीं मास्तु तत्र अङ्गवर्णः अङ्गस्य अवयवः इति वदति चेत् अङ्गस्य अवयवः इति वदति चेत् तदानीम् अङ्गस्य कुत्रापि भवितुमर्हति खलु अवयवरूपेण समीचीनं तदेव अस्ति तत्र किञ्चित् क्लेशः अस्ति अतः अवयव अवयविभावः इति न वक्तुं शक्यते विशेषणविशेषभावः इति एव वक्तव्यं यतोहि तत्र अङ्गस्य अन्तिमवर्णः भवेत् तत् कथं प्राप्यते इति चेत् येन विधिस्तदन्तस्य इत्यनेन एव प्राप्यते तदर्थम् ओतः अङ्गस्य इत्यत्र विशेषणविशेष्यभावः एव स्वीकार्यः येन तादृश अङ्गं यस्य अन्ते ओकारः अस्ति इति यदा वदामः तदानीं तत्र तत्पश्चात् तत्र अलोन्त्यस्य इत्यनेन सम्पूर्णस्य अङ्गस्य नास्ति परन्तु अन्त्यवर्णस्य इति वक्तुं शक्यते तर्हि तत्र येन विधिस्तदन्तस्य इति दलद्वयम् अस्ति प्रथमं दलं न स्वीकृत्य ओकारः इति अङ्गं न स्वीकृत्य ओकारान्त अङ्गम् इति स्वीकृत्य सूत्रं रचयामः चेत् समीचीनं भवति इति अस्ति समीचीनम् अस्तु इदानीं तत्र अग्रे ओतः शनि इति दृष्टं तत्र कोऽपि प्रश्नः अस्ति वा अस्तु तर्हि इदानीं अग्रे गच्छामः अत्र ओतः इत्यत्र तपरकरणं केवलं मुखसुकार्थम् अनावश्यकमस्ति यतोहि ओकारः इत्यनेन तत्र स्थानीविषये तत्र तु सवर्णानां ग्रहणं नास्ति, अतः तत्र तप्रकरणं केवलं मुखसुखार्थम् इति उक्तम्। अस्तु, अग्रे इदानीं लक्ष्मीभगिनी अग्रे पठति वा? आं भगिनी, पठामि। भगिनी, अत्र अवयवी अवयवावयविभावः अस्ति चेदपि नास्ति चेदपि कार्यं समानं भवति खलु भगिनी? अवयव अवयवीभावः अस्ति चेत् क्लेशः भवति इति उक्तं खलु, तदवगतं वा? इत्युक्ते अत्र अलौक्यस्य स्वीकुर्मः चेत् कार्यं समानं भवति खलु? न न न, अलोन्त्यस्य इति भिन्नविषयः अस्ति। अलोन्त्यस्य इति किं वदति? आदेशः अन्तिमवर्णस्य स्थाने भवति इत्येव वदति। अलोन्त्यस्य न वदति अन्ते ओकारः भवेत् इति न वदति। अन्ते ओकारः भवेत् इति किं सूत्रं वदति? इत्युक्ते अवयव अवयवीभावः इति यदा वदामः तदानीम् तदानीं तत्र अवयवः कुत्रापि भवितुम् अर्हति। यदि अहं वदामि आर् शुड् बि इन् अ वर्ड्, इफ् ऐ से आर् शुड् बि इन् अ वर्ड्, आर् केन् बि एनिवेर्, इट् केन् बि इन् द बिगिनिङ्ग्, केन् बि इन् द मिडिल्, केन् बि इन् द एण्ड्, इट् केन् बि एनिवेर्। यदि अवयव अवयवीभावः इति वदामि तदानीं तत्र ओकारः यत्र कुत्रापि भवितुमर्हति, आदौ भवितुमर्हति, मध्ये भवितुमर्हति, अन्ते भवितुमर्हति, परन्तु इदानीम् अन्ते अपेक्षितमस्ति ओकारः, अन्ते अपेक्षितमस्ति। तत् कथं प्राप्यते? विशेषणविशेष्यभावः इति यदा वदामः तदानीं किं भवति इति चेत् तत्र येन विधिस्तदन्तस्य इति आगच्छति, तेन आदेशः, तेन किं भवति इति चेत् तर्हि तत्र तत्र अन्तिम किं तत्र विशेषणविशेष्यभावः इति वदामः चेत् तत्र यथा सुन्दरः बालकः इति वदामः तर्हि तत्र सम्पूर्ण अङ्गम् ओकारः भवितुम् अर्हति अथवा अङ्गस्य अन्ते ओकारः भवितुम् अर्हति। अत्र सम्पूर्णम् अङ्गम् ओकारः इति नावश्यकं, यतोहि तादृशधातुः नास्ति, अतः तत् तद्वयं न स्वीकुर्मः। येन विधिस्तदन्तस्य इत्यनेन तादृश अङ्गं यस्य अन्ते ओकारः इति वयं स्वीकुर्मः। इदानीम् अन्ते ओकारः आगच्छति, आगतम् ओकारः आगतः, तर्हि इदानीम् अन्ते ओकारः अस्ति, तदानीं वयं किं वदामः? आदेशः लोपादेशः सम्पूर्णस्य न भवति परन्तु अन्तादेशः भवति इति वयं वदामः। यथा तत्र तत्र दो इति अस्ति खलु, दो इति अस्ति, तर्हि येन विधिस्तदन्तस्य इत्यनेन दो इति धातोः ग्रहणं भवति, यतोहि तत्र अन्ते ओकारः अस्ति, दकारः अनन्तरम् ओकारः, ओकारः अन्ते अस्ति। इदानीम् अलोन्त्यस्य इति नास्ति चेत् तर्हि सम्पूर्ण अङ्गस्य दो इत्यस्य एव लोपः भवति, परन्तु दो इत्यस्य लोपः न विवक्षितः, केवलम् ओकारस्य लोपः विवक्षितः, अतः अलोन्त्यस्य इति परिभाषासूत्रेण तत्र अन्तिम अल्वर्णस्य लोपः। अलोन्त्यस्य इति सूत्रं न वदति अन्ते ओकारः भवेत् इति न वदति। अलोन्त्यस्य इति किं वदति इति चेत् अन्तिमवर्णस्य लोपः भवतु इति तावदेव वदति, परन्तु अन्ते ओकारः भवेत् इति कथं सिद्ध्यति अन्ते ओकारः इति चेत् येन विधिस्तदन्तस्य इत्यनेनैव सिद्ध्यति। तर्हि अत्र योजनीयं खलु भगिनी, अत्र येन विधिस्तदन्तस्य इति योजनीयं तत्र, सत्यम्। भगिनी, एतत् वक्तुं शक्यते किं यत् यत्र अङ्गस्य इत्यस्य अधिकारः अस्ति तत्र येन विधिस्तदन्तस्य इत्यस्य प्रसङ्गः भवितुम् अर्हति इति? हा, इति प्रसङ्गः भवितुम् अर्हति, तत्रापि चिन्तनीयम्। अवयव अवयवीभावः अपि बहुषु स्थलेषु भवति, अतः यत्र यत्र षष्टिविभक्तिः अस्ति अतः एव षष्टिस्थानयोग इति उक्तम्। इत्युक्ते यत्र सम्बन्धार्थे षष्टिः भवितुम् अर्हति, यथा सामान्यव्यवहारे लोके यदि अहं वदामि दशरथस्य पुत्रः इति अहं वदामि चेत् तत्र कथं व्यवहारः इति चेत् तत्र कश्चन सम्बन्धः अस्ति इति ज्ञायते, जन्यजनकभावः इति कश्चन सम्बन्धः अस्ति इति ज्ञायते। तर्हि सम्बन्धार्थे षष्टिः इत्युक्ते तत्र बहवः सम्बन्धाः भवन्ति, यथा अवयव अवयवीभावसम्बन्धः, जन्यजनकभावसम्बन्धः, अथवा अन्य यत्किमपि तत्र सम्बन्धः भवितुम् अर्हति। तत्र सामान्यव्यवहारे सम्बन्धार्थे एव षष्टिः भवति, अतः व्याकरणे अपि सम्बन्धार्थे एव षष्टिः भवति सामान्येन, परन्तु यत्र विशेषः अर्थः विवक्षितः तदानीं तत्र स्थानी इति वदामः। स्थानी इति षष्टिविभक्तिः यत्र अस्ति तत्र स्थानी इति अत्र वदामः, यत्र सम्बन्धार्थे नास्ति तत्र एव विशेषार्थे स्थानी इति वदामः। एवमेव अत्र यत्र यत्र षष्टिविभक्तिः अस्ति तत्र चिन्तनीयम् अवयवीभावः अस्ति वा नो चेत् विशेषणविशेषभावः अस्ति वा इति। अत्र तु यदा तत्र एकवारं सामान्यतया दृष्टं तत्र अवयव अवयवीभावः अस्ति इति भाति, परन्तु तथा नास्ति। यथा अवयव अवयवीभावः इति वदामः चेत् तत्र दोषः जायते, यतोहि अन्ते ओकारः न सिध्यति। भवत्याः प्रश्नस्य उत्तरं लब्धं वा, मया अवगतं वा प्रश्नः? शुभदा भगिनी। आं भगिनि, आं, परन्तु मम प्रश्नः आसीत् तत्र अङ्गस्य इति अधिकारः सूत्रे अस्ति चेत् तत्तु सूत्रे साक्षात् न उक्तं, परन्तु अङ्गस्य इति अधिकारसूत्रमस्ति तत्र, तर्हि तर्हि ईदृशस्य सूत्रस्य कृते येन विधिस्तदन्तस्य इत्यस्य प्रसङ्गः भवति वा इति अङ्गस्य प्रायेण भवति, तदेव प्रायेण उक्तं प्रायेण भवति, परन्तु कुत्रचित् न भवति। अङ्गस्य इति अस्ति चेदपि कुत्रचित् अवयव अवयवीभावः भवितुमर्हति, येन विधिस्तदन् तस्य एव सर्वत्र भवति इत्यपि नास्ति। प्रायेण सर्व बहुत्र भवति, परन्तु कुत्रचित् नापि भवितुम् अर्हति। यत्र केवलम् अवयव अवयवीभावः भवितुम् अर्हति, यथा तत्र हलीच इति सूत्रे तथा आसीत् वा? हलीच इति सूत्रे तत्र किं पश्यतु, रुवोः धातोः उपदायाः इति उक्तं खलु, रुवोः धातोः उपदायाः, तत्र धातोः उपदायाः अनयोः विशेषणविशेष्यभावः अस्ति वा? हलीच इति पूर्वमेकं सूत्रमासीत् खलु, हलीच रुवोः धातोः उपदायाः इकः दीर्घः, धातोः उपदायाः अनयोः कीदृशभावः? अत्र तु अवयव अवयविसम्बन्धः, अत्र अत्र वस्तुतः अङ्गस्य इत्यस्य अधिकारः नास्ति, परन्तु अङ्गस्य इत्यस्य अधिकारः अस्ति चेदपि कुत्रचित् एतादृशस्थलं भवितुमर्हति। धातोः उपदायाः किमपि कार्यम् इति यदा वदति, तत्र धातोः उपदायाः इति यदा वदामः तदानीम् अवयव अवयविभावः इति सम्यक्तया ज्ञायते, यतोहि उपदा इति धातोः भागः अस्ति खलु। आं भगिनि, सत्यम्, अतः सर्वत्र भवति इति नास्ति, तत्र द्रष्टव्यं भवति। अस्तु अस्तु, तर्हि इदानीं ऊतहर्षणि इति क्षम्यताम्, एतत् वक्तुं शक्यते वा, निगमनं यत्र अङ्गस्य नो चेत् धातोः इति स्पष्टतया उक्तं कुत्र अस्ति, नो चेत् उपधायाः, नो चेत् अन्त्यस्य धातोः अन्त्यस्य एकः इति उक्तत्वात् तत्र अवयवीभावः भवितुमर्हति, यतोहि तत्र क्लेशः नास्ति यदि इत्युक्ते तत्र स्पष्टतया उक्तं चेदपि तत्र अस्माभिः एव अवगन्तव्यम्, इत्युक्ते साक्षात् सूत्रे न उच्यते खलु अवयवीभावः अस्ति इति, तर्हि तत्र दृष्ट्वा एतादृशं भवितुमर्हति वा इति अस्माभिः एव ऊहनीयम् खलु, साक्षात् कुत्रापि न उक्तं भवति, तत्र कुत्रचित् स्पष्टतया तत्र प्रतीयते, स्पष्टतया ज्ञायते, नो चेत् विशेषणविशेषभावः एव भवति, यतोहि तत्र स्पष्टं नास्ति चेत् तत्र उत्सर्गरूपेण विशेषणविशेषभावः वक्तुं शक्यते वा? इत्युक्ते यत्र यत्र अन्ते आवश्यकः, अवयवे अवयवीभावः इति वदामः चेत् अन्ते न लभ्यते, अन्ते यत्र आवश्यकः तत्र तु येन विधिस्तदन्तस्य इत्येव वक्तव्यं भवति। अस्तु लक्ष्मी भगिनि। शमाति अन्तर्गणः अष्टधातवः, शमामष्टानां दीर्घः शनि, शमादीनाम् अष्टानां धातूनां दीर्घत्वं शनि परे, दिवादिगणे कश्चन अन्तर्गणः अस्ति शमादिगणः नाम्ना, यस्मिन् अष्टधातवः सन्ति, शनि परे येषां धातूनाम् उपधायां स्थितः अकारः दीर्घो भवति, अचश्च इत्यस्य सहायेन अचः इति दीर्घत्वम् अचः एव दीर्घत्वं शमां षष्ट्यन्तम् अष्टानां षष्ट्यन्तं दीर्घः प्रथमान्तं शनि सप्तम्यन्तम् अनेकपदमिदं सूत्रम् शमाम् इत्यस्य बहुवचने शमादिः इति अर्थग्रहणम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् शमामष्टानाम् अङ्गानाम् अचः दीर्घः शनि अष्टधातवः सन्ति दिवादिगणे ते अपि विशिष्टधातवः सन्ति ते शमादि अन्तर्गणः शमादिगणः इति कश्चन अन्तर्गणः अस्ति दिवादिगणे तत्र अष्टधातवः तेषाम् अष्टानां धातूनां दीर्घत्वं भवति शनि परे भवति यत्र शन् प्रत्ययः परे भवति तस्मिन् सन्दर्भे एतेषां धातूनाम् उपधायां यः अकारः अस्ति सः तस्य अकारस्य दीर्घः भवति इति एतत् सूत्रं वदति अचश्च इति परिभाषासूत्रम् आगत्य दीर्घत्वम् इति वदनेन केवलम् अचः एव दीर्घत्वम् इति साध्यते सार्थः पूरयति अनुवृत्तिसहितसूत्रमस्ति शमाम् अष्टानाम् अङ्गानाम् अचः दीर्घः शमि शमाम् इति अत्र शमादिगणे ये धातवः अष्टानां ये धातवः सन्ति तेषां विषये अष्टानाम् अङ्गानाम् अष्टानां धातूनाम् अङ्गानाम् अच्छः स्थितः उपधायाम् इति यत्र नास्ति तादृशार्थः व्याख्यानात् एव स्वीक्रियते इति चिन्तयामि भगिनि किं व्याख्यानात् स्वीक्रियते उपधायाम् इति अर्थः अत्र अनुवृत्तिसहितसूत्रे अष्टानाम् अङ्गानाम् अच्छः इति एव उक्तम् अच्छः कुत्र इति नास्ति खलु अचः इति कुत्र इति नास्ति इति चेत् चिन्ता नास्ति खलु यत्र अच्वर्णः अस्ति तस्य दीर्घत्वम् उपधायाः इति किमर्थम् आवश्यकम् किन्तु अत्र दत्तम् अतः शनिपरे एषां धातुना उपधायां स्थितः कारः दीर्घो भवति इति उक्तत्वात् व्याख्यानप्रतिपत्ति वा कुत्र उक्तं शनिप इत्युक्ते तत्र इत्युक्ते तत्तु अस्माभिः लिखितं तत्तु सूत्रेण उक्तम् उपधायाम् इति तत्र यतोहि तत्र अत्र ये दातवः सन्ति सर्वत्र उपधायाः दीर्घत्वं भवति इति वयं जानीमः इति कृत्वा तत्र उक्तं कुत्रापि व्याख्यानेषु तथा न उक्तं विशेषप्रतिपत्तिः किमपि नास्ति शमाम् अष्टानाम् अङ्गानाम् अचः दीर्घः शमादि ये धातवः सन्ति तेषाम् एकः एव अचुवर्णः अस्ति तर्हि तत्र शनिपरे एकः एव अचुवर्णः अस्ति तस्य दीर्घत्वं भवति सः वर्णः उपधायां वा भवतु यत्र कुत्रापि वा भवतु एकः एव वर्णः अतः सः अकारः एव तस्य अकारस्य दीर्घः शनिपरे भवति इति एतत् सूत्रं वदति अत्र शमाम् अष्टानाम् अङ्गानाम् अनयोः कीदृशभावः शमाम् इति अत्र शमादिः इति स्वीकरणीयः अतः शमादिः इति तत्र कीदृशसमासः शमादिः इति बहुव्रीहिः एव भवति कस्य विशेषणं धातुना अङ्गस्य विशेषणम् अङ्गस्य यतोहि तत्र अनुवृत्तिसहितसूत्रे धातुः इति नास्ति अङ्गमेव अङ्गस्य विशेषणं तत्र शमादिः इत्यस्य तत्र विग्रहवाक्यं कथं भवति शमादिः यस्य सः शमादिः हा शम् आदि यस्य सः अथवा शम् आदिः येषां ते क्षमाम् इति उक्तं तत्र शमादयः इति वक्तव्यम् अथवा शमादीनाम् इति वक्तव्यम् आसीत् शमादीनाम् इति वक्तव्यम् आसीत् तस्य स्थाने शमाम् इति उक्तम् शमाम् इति बहुवचनग्रहणम् अस्ति इति कृत्वा तत्र केवलं शम् धातोः ग्रहणं नास्ति परन्तु अन्ये अपि दातवः सन्ति इत्युक्ते अन्य अङ्गानि अपि सन्ति तत्र इति वक्तुं शमाम् इति उक्तं शमाम् अष्टानाम् इति उक्तं तर्हि अष्ट सन्ति इति अपि उक्तं तत्र यद्यपि आदिपदं नास्ति शमादिः इति न उक्तं तथापि अष्टानाम् इत्युक्तत्वात् वयं ज्ञातुं शक्नुमः शमाम् इत्यनेन तत्र बहवः सन्ति इति वयम् अवगन्तुं शक्नुमः अष्ट इति उक्तत्वादपि. तर्हि क्षमाम् अष्टानाम् अङ्गानाम् इत्युक्ते तत्र क्षमाम् अष्टानाम् अङ्गानाम् अनयोः कीदृशभावः? विशेषविशेषणभावः एव. विशेषणविशेषभावः. अङ्गानाम् अचः अवयवावयविभावः. अवयवावयविभावः. हा, अत्र पश्यन्तु अङ्गस्य इत्यस्य अधिकारे अस्ति, परन्तु अङ्गानाम् अचः इत्यत्र विशेषणविशेषभावः नास्ति. क्षमाम् अष्टानाम् अङ्गानाम् इत्यत्र येन विधि सदन्तस्य इत्यस्य आवश्यकता अस्ति वा? कुत्र भगिनि, अङ्गानाम् अचः इत्यत्र वा? न, क्षमाम् अष्टानाम् अङ्गानाम् इत्यत्र. अचः स्थाने कार्यं भवति, अतः अन्त्यस्य न आवश्यकम्. न न न, अन्त्यस्य इति न, तत्र येन विधि सदन्तस्य इत्यस्य विषये पृच्छन्ती अस्मि. विशेषविशेषणभावः तु अस्ति. सम्पूर्ण इति एव स्वीकरणीयं खलु? हा, तर्हि तत्र येन विधि सदन्तस्य इत्यस्य आवश्यकता अस्ति वा नास्ति वा इति प्रश्नः. नास्ति. तर्हि किमर्थं नास्ति? इदानीं विजयलक्ष्मीपत्नी वदतु. अत्र सम्पूर्ण अङ्गस्य ग्रहणं भवति इति कृत्वा शम् तः आरभ्य येन ये अष्ट अङ्गाः सन्ति तेषां सम्पूर्णस्य एव ग्रहणं भवति, न तु अन्त्यस्य वा आदिः वा इति किमपि नास्ति अत्र. किमर्थम् अन्त्यस्य ग्रहणं न आवश्यकम् अत्र? किमर्थम् अन्त्यस्य ग्रहणं न आवश्यकम् अत्र? क्षमामिति स्थाने अस्ति भवतु. अत्र आक्चुलि विशेषणविशेष्यभावः इति नास्ति. क्षमाम् अष्टानाम् इति अचः इति पृथक्तया उक्तं खलु अत्र, अतः अचः स्थाने एव कार्यं भवति. क्षमाम् अष्टानाम् अनन्तरम् अङ्गानां तत्र शम् इत्येव अङ्गम् इति अस्ति, अतः अवयवीभावः अस्ति वा? न, क्षमाम् अष्टानाम् अङ्गानाम् इत्यत्र विशेषणविशेषभावः एव अस्ति, परन्तु येन विधि सदन्तस्य इत्यस्य आवश्यकता नास्ति. किमर्थम् इति चेत् येन विधि सदन्तस्य इत्यस्य आवश्यकता तत्र एव भवति यत्र लक्ष्यं दृष्ट्वा एव वयं कुर्मः आवश्यकं वा न वा इति. लक्ष्यानुरोधेन एव भवति. इदानीम् अस्माकं लक्ष्यं किम् इति चेत् एते धातवः एव लक्ष्यम्. एतेषु धातुषु अन्ते अचुवर्णः कुत्रापि नास्ति. सत्यं खलु? कुत्रापि अन्ते अचुवर्णः नास्ति, अतः येन विधि सदन्तस्य इत्यस्य आवश्यकता नास्ति. अतः लक्ष्यानुरोधेन सूत्रस्य अन्वयः करणीयः. अत्र लक्ष्ये तादृश अन्त्यवर्णः नास्ति इति कृत्वा अत्र क्षमाम् अष्टानाम् अङ्गानाम् इत्यत्र विशेषणविशेषभावः यद्यपि अस्ति, तथापि येन विधि सदन्तस्य इत्यस्य आवश्यकता नास्ति. अतः सामान्यव्यवहारः क्षमाम् अष्टानाम् अङ्गानाम् इत्युक्ते शम् इति अङ्गम्, अनन्तरं तम् इति अङ्गं, दम् इति अङ्गम् इति तादृश अन्वयः भवति. अवगतं वा? अस्तु. परन्तु अङ्गानाम् अचः इति यदा वदामः तत्र तु अवयव अवयवीभावः अस्ति. अच्वर्णः यत्र कुत्रापि भवितुम् अर्हति. अत्र तु सर्वत्र उपदायाम् अस्ति इति अस्ति, परन्तु अच्वर्णः यत्र कुत्रापि अस्ति तस्य दीर्घत्वं भवति इत्येव अर्थः. भगिनी, अत्र एकः सन्देहः. अत्र शमादीनाम् इति उक्तम् अस्ति. शमादीनाम् इत्युक्ते शम आदीनाम् इत्यर्थे अस्ति वा? एट्सेट्रा इति अर्थे इत्यादि आदि आदि इत्युक्ते इत्यादयः. तर्हि शमादीनां तत्र शमादीनां तद् बहु इति एकः अर्थः, इति एकः अर्थः, इत्यादयः इति एकः अर्थः. शम् आदि इत्युक्ते एकः गणः अस्ति, शमादिगणः इति एकः गणः अस्ति, तत्र आदिमः धातुः अस्ति शम् इति तादृश अर्थः अपि भवितुमर्हति. शमादयः यदा वदामः तस्य तस्मिन् गणे ये शमादि अन्तर्गणः यः गणः अस्ति तस्य आदिमः धातुः अस्ति शम् इत्यपि अर्थः भवति. अत्र तु बहुभिः अस्ति वा शमादि इति तत्तु अस्ति बहुव्रीः समासः अस्ति परन्तु सूत्रे न उक्तं शमादयः इति न उक्तं शमाम् इत्येव उक्तं शमाम् इति उक्तं तत्र बहुव्रीः समासः नास्ति. शम् इत्यस्य षष्टिविभक्त्यन्तरूपं शमाम् अत्र एकः एव शब्दः अस्ति शम् इति तस्य षष्टिविभक्तिः शमाम् परन्तु तस्य अर्थः कथम् अवगन्तव्यः इति चेत् शमाम् इत्युक्ते शमादयः इति अर्थः अथवा शमादीनाम् इति अर्थः. तत्र लिखितमस्ति शमाम् इति बहुवचनेन शमादिः इति अर्थग्रहणं शमादिः अत्र तु अत्र शमादिः इत्युक्ते शम् आदिः येषान्ते शमादयः इति अर्थः. परन्तु प्रथमे वाक्ये शमादीनां तत्र इत्यादि इति अर्थः अस्ति खलु प्रथमे वाक्ये न शमादीनाम् इत्यादि इति नार्थः स एव अर्थः शमादीनाम् इत्यत्र शम् आदिः येषां ते शमादयः शमादयः इति प्रथम एकवचने अस्ति तस्य षष्टिविभक्त्यन्तरूपं शमादीनाम् इति अस्ति. शमादि इति प्रातिपदिकं शमादि इति प्रातिपदिकं तस्य षष्टिबहुवचनान्तरूपं शमादीनाम् इति. तत्र नामि च इत्यनेन दीर्घः भवति अङ्गस्य अतः शमादी इति भवति तत्र सत्यम्. अस्तु अस्तु मम भ्रमः जातः क्षम्यता. अस्तु अस्तु नास्ति चिन्ता. अस्तु अचश्च इति सूत्रं भवत्येव पठतु. अस्तु भगिनि अचश्च प्रथमे अध्याये द्वितीये पादे अष्टविंशतितमं सूत्रं यत्र यत्र ह्रस्वः दीर्घः प्लुतः च विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति. परिभाषासूत्रम् अचः षष्ठ्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् ऊकालो ह्रस्वदीर्घप्लुतः इत्यस्मात् अच् ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः तत्र विभक्तिपरिणामेन तृतीयान्तं भवति. ह्रस्वदीर्घप्लुतैः शब्दैः इति अनुवृत्तिसहितसूत्रं ह्रस्वदीर्घप्लुतैः अचः च अच् यत्र ह्रस्वविधानम् अथवा दीर्घविधानं प्लुतविधानम् इति सूत्रेण विधीयन्ते तत्र तत्र तत् विधानम् अचः विषये एव अस्ति इति एतत् सूत्रं वदति. अतः अचः इति षष्ट्यन्तं पदं तत्र आगच्छति यतोहि अचः इत्यनेन स्थानी इत्यस्य निर्देशः भवति. एतत्तु परिभाषासूत्रमस्ति अचः इति षष्ट्यन्तं च इति अव्ययपदं द्विपदमिदं सूत्रमस्ति. अच् ऊकालो ह्रस्वदीर्घप्लुतः इत्यस्मात् अच् ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः अतः विभक्तिपरिणामेन तृतीयान्तं भवति. ह्रस्वदीर्घप्लुतैः शब्दैः ह्रस्वदीर्घप्लुतैः शब्दैः यः विधिः निर्दिश्यते सः विधिः अचः स्थाने एव भवति इति अर्थः. ह्रस्वदीर्घप्लुतैः अचः च अच् तत् अन्तिम अच् इत्यस्य अर्थः न अवगतम् अर्थं न अवगतम् इत्युक्ते ह्रस्वदीर्घप्लुतैः यत्र अच् अच् अचः विधानं भवति इत्युक्ते सूत्रे अच् इति न उक्तं केवलं ह्रस्वदीर्घप्लुतः इत्येव उक्तमस्ति सूत्रे. अस्माकं विधायकसूत्रेषु सर्वत्र ह्रस्वः भवति दीर्घः भवति अथवा प्लुतः भवति इति तावदेव तत्र उक्तमस्ति. तर्हि कस्य ह्रस्वत्वं कस्य दीर्घत्वं कस्य प्लुतत्वम् इति न उक्तं चेत् तदानीं ह्रस्वदीर्घप्लुतैः यत्र अचः विधानं भवति तत्र अच् इति उपस्थितं भवति, तर्हि अन्तिम अच् इत्यनेन अच् इति साक्षात् अस्माकं सूत्रेषु उपस्थितं भवति इत्यर्थः। अवगतं वा? इत्युक्ते अन्तिम अच् वर्णः साक्षात् उपस्थितं भवति, यथा तत्र इको गुणवृद्धि इति यदा वदामः तत्र इकः स्थाने एव गुणः अथवा वृद्धिः भवति इति उक्तम्। अस्माकं सूत्रेषु यथा पुगन्तलघुपदस्य च इति सूत्रे गुणः भवति इति एव उक्तमस्ति, तर्हि कस्य गुणः इति न ज्ञायते। तदर्थम् इको गुणवृद्धि इति सूत्रेण इकः इति पदम् उपस्थितं भवति अस्माकं सूत्रेषु, विधायकसूत्रेषु, यत्र यत्र गुणः अथवा वृद्धिः इति उच्यते तत्र तत्र इकः इति पदम् उपस्थितं भवति सूत्रेषु अर्थावगमनार्थम्। एवमेव अचश्च इति सूत्रम् अर्थपूरकत्वं ददाति इदं सूत्रम्, इत्युक्ते यत्र यत्र सूत्रेषु ह्रस्वः दीर्घः इति वदति तदानीं कस्य ह्रस्वत्वं कस्य दीर्घत्वम् इति कथं जानीमः इति चेत् अचः इति पदम् उपस्थितं भवति। यथा इकः इति पदम् उपस्थितं भवति तथैव अचः इति पदम् उपस्थितं भवति, तर्हि अच् वर्णस्य स्थाने दीर्घत्वं ह्रस्वत्वं भवति इति अर्थः। तर्हि अन्तिम अच् अच् पदं तत्र किम् अस्ति इति चेत् तत् अच् पदम् उपस्थितं भवति अस्माकं सूत्रेषु इति अर्थः। अस्तु, परन्तु दीर्घत्वं प्लुतत्वं ह्रस्वदीर्घप्लुतः इति अपि तु अचः एव विभागाः खलु, भेदाः खलु? तर्हि अचः एव भेदाः, तत्र परिभाषासूत्रं किमपि अस्ति वा तत्र ह्रस्वत्वम् इति अचः एव भेदाः इति कुत्र उक्तम्? उक्तं तु नास्ति, परन्तु सूत्रेषु तु स्पष्टता आवश्यकी, तत्र स्पष्टता आवश्यकी खलु सूत्रेषु। तत्र अस्माकं सामान्य अवगमनमस्ति ह्रस्वदीर्घप्लुतः इति स्वरस्य एव भवति इति, तदर्थं परिभाषासूत्रं किमपि अस्ति वा? ऊकालोज् ह्रस्वदीर्घप्लुतः इत्यनेन तस्य ज्ञापनं भवति, तस्य ज्ञापनं भवति, परन्तु ह्रस्वदीर्घप्लुतः इति अस्तु, अग्रिमसूत्रमपि पठतु, तत्र किं वदति इति वदतु। ऊकालो ह्रस्वदीर्घप्लुतः इति संज्ञासूत्रम्, अनेन उ इत्यस्य नाम ह्रस्वः, उ इत्यस्य नाम दीर्घः, उ इत्यस्य नाम प्लुतः। ततः अग्रिमं सूत्रम् अचश्च वक्ति यत् यत्र यत्र एतैः शब्दैः आदेशः इष्टः तत्र तत्र अचः स्थाने एव अयम् आदेशः भवति। अस्तु अस्तु, हा हा, अत्र एतत् सूत्रं वदति यत्र ऊकाल इति निर्दिष्टमस्ति, तत्र उकाल इति नाम उ इति इत्यनेन ह्रस्वस्य, उ इत्यनेन दीर्घस्य, अपि च उ इत्यनेन प्लुतस्य निर्देशः भवति। परन्तु अचश्च इति सूत्रं वदति यस् एते सर्वे ह्रस्वदीर्घप्लुत आदेशाः कुत्र भवन्ति, एते सर्वे आदेशाः तु यत्र यत्र अच् अस्ति तस्मिन् स्थाने एव एते आदेशाः भवन्ति इति अचश्च सूत्रं वदति इति। अस्तु, अधुना अवगतं भगिनि। भूकाल ह्रस्वदीर्घप्लुतः इति सूत्रं किं वदति? उकालः अचः, उकालः अचः ह्रस्वदीर्घप्लुतः, उकालः इति कुक्कुटस्य रवः भवति, तत्र यदा किमपि उदाहरणं निसर्गात् स्वीकृतमस्ति, अतः कुक्कुटस्य रवः उ इति अस्ति चेत् ह्रस्वः, किञ्चित् दीर्घः अस्ति चेत् उ इति अस्ति चेत् तस्य दीर्घः, अपि च इतोपि अधिकं दीर्घः अस्ति चेत् ऊ इति अस्ति चेत् तस्य नाम प्लुतः इति भवति इति सूत्रं वदति. एते सर्वे ह्रस्वदीर्घप्लुतः इति उकारस्य कालः इव काल यस्य स्वरस्य भवति, यस्य अचः भवति, सः ह्रस्व दीर्घ अपि प्लुतः भवेत् इति सूत्रं वदति. अत्र केवलम् उच्चारणकालस्य विषये एव वदति. अत्र इत्युक्ते ह्रस्वदीर्घप्लुतः इत्यस्य अभिज्ञानं कथं भवति इति चेत् उच्चारणकालं दृष्ट्वा अभिज्ञानम् उच्चारणं श्रुत्वा अभिज्ञानं भवति इति वदति तावदेव. परन्तु ह्रस्ववर्णः अच्वर्णः दीर्घवर्णः अच्वर्णः इति तथा किमपि न उक्तं खलु. अत्र अचः इति अस्ति, उकालः अचः ह्रस्वदीर्घप्लुतः इति. परन्तु अचश्च इत्यनेन तत्तु स्पष्टं भवति इति मन्ये. स्पष्टीकरणार्थमेव असन्दिग्धं भवेत् खलु सूत्रम्. आम् भगिनी, अत्र किमर्थम् उकालौ इति वदति? केवलम् एकः स्वरः स्वीक्रियते वा, अन्य किमपि अस्ति वा अत्र? आकालौ ऊकालः, ऊकालः इत्यनेन तत्र किम् अस्ति? ऊकालः, ऊकालः इत्युक्ते तत्र इति त्रयाणमपि ग्रहणं सत्यं. तत्र अकारः अपि भवितुम् अर्हति खलु? केवलं पाणिनिमहर्षेः इच्छानुसरणम् एकः वर्णः स्वीक्रियते वा इति अकारः अपि भवितुम् अर्हति. यतोहि तत्र उदाहरणं तत्र यथा भगिनी उक्तवती, कुक्कुटस्य रवः अस्ति खलु, तदेव तत्र उदाहरणरूपेण स्वीकृतं. यतोहि तदेव तत्र प्रसिद्धिः अस्ति लोके, कुक्कुटस्य रवः प्रसिद्धिः अस्ति, तदेव स्वीकृतमस्ति अत्र सूत्रस्य आधारेण. लोक इत्युक्ते प्रायेण तत्र शास्त्रकाराः किं तत्र ते कुर्वन्ति इति चेत्, लोकव्यवहारं दृष्ट्वा एव सर्वं ते कुर्वन्ति. इत्युक्ते तद्विहाय किमपि न कुर्वन्ति. यथा तत्र न्यायशास्त्रे सर्वमपि लोके यदस्ति तद् आधारीकृत्य एव तत्र शास्त्रं कृतमस्ति. एवमेव अत्रापि व्याकरणे अपि बहुत्र अस्माकं लोकव्यवहारः कथम् अस्ति, शब्दप्रयोगाः कथं सन्ति इति दृष्ट्वा एव तत्र सूत्रस्य सूत्रमपि सूत्रितमस्ति. अतः ऊ इति स्वीकृतम्. भगिनी, तत्र गीताप्रवेशपुस्तके अस्ति खलु एकः श्लोकः, तत्र मात्रा इति कालविशेषः, तत्र चाषः इति दत्तं, चाषः वायसः शिखी अपि नकुलः, तदपि अस्ति तत्र. चाषः तु वदते मात्रां, द्विमात्रं त्वेव वायसः इति, तदपि एक पक्षी अस्ति. शिखी तत्र मयूरः, रौति त्रिमात्रं तु नकुलस्त्वधर्म नकुलः तु अर्धमात्रकम् इति पाणिनीयशिक्षा इत्यस्मिन् स्वीकृतम् इति दत्तम्. आं भगिनि, तदपि समीचीनम् उदाहरणं भवति. कुत्र? तत्र गीताप्रवेशपुस्तके पाणिनीयशिक्षा इत्यनेन तत्र 49 इति दत्तं, तस्मात् स्वीकृतम् इति. पृष्ठसङ्ख्या 49 न पाणिनीयशिक्षा इति यत्र दत्तं तत्र 49 इति, किन्तु पेज् 4 अस्ति गीताप्रवेशपुस्तके तृतीया. सत्यं भगिनि, अत्र परन्तु अत्र पाणिनीयसूत्रेषु तु अत्र कुक्कुटस्य रवः एव स्वीकृतमस्ति. अस्तु, तर्हि विजया भगिनी अग्रे पठति वा? शमु उपशमे. अस्ति वा भगिनि? अस्तु, तर्हि राजी भगिनी. अस्ति वा विजय भगिनी, पठति वा? पठतु. पठामि भगिनि. अत्र उदाहरणरूपेण अस्ति खलु एतत् क्षमो उपशमे शान्तः भवति इति तत्र एव पठनीयं खलु महोदय? सत्यं सत्यम्। आम् अस्तु। शमु उपशमे शान्तः भवति। शम् अत्र ष्यण् इति दिवादिगणः विकरणप्रत्ययम् आगच्छति। शमामष्टानां दीर्घः शनि इत्यनेन दीर्घत्वं भवति, अतः तत्र शम् इति श्याम् इति भवति। अनुबन्धलोपानन्तरं यकारः एव तिष्ठति अत्र विकरणप्रत्यये, या इति भवति। श्याम् योगः या, इदानीं श्याम्य इति भवति, श्याम्य इति अङ्गं भवति। श्याम्य योगः तिङ्गन् ति प्रत्ययं योजनेन श्याम्यति इति भवति। तादृशमेव तमु दमु श्रमु एतत् भ्रमु एतत् सर्वम् एतत् सूत्रेण एव शमामष्टानां दीर्घशनि इत्यनेन एव दीर्घत्वं भूत्वा अङ्गम् आगत्य अनन्तरं ति योजनेन सर्वं तत्र एकवारं पठतु, एकवारं पठतु। पठामि भगिनि, पठामि महोदय। तमु काङ्क्षायाम् इच्छति इति अर्थे आगच्छति तं योगः श्यन्। अत्र अपि शममष्टाणां दीर्घः शनि इत्यनेन दीर्घत्वं भूत्वा तां योगः य योगः तां योगः य ताम्य इति अङ्गं भवति, ताम्य योगः ति ताम्यति इति भवति। तमु दमो उपशमे शान्तः भवति। दं योगः शन् इदानीमपि शममष्टाणं दीर्घः दीर्घशनि इत्यनेन दीर्घत्वं भूत्वा दां योगः य इति अङ्गं भवति, अनन्तरं दां योगः ति दाम्यति इति अन्तिमरूपं निष्पन्नम्। श्रमु तपसि श्रान्तः भवति इत्यर्थेन आगच्छति अत्र श्रं योगः शन्। अत्रापि शममष्टाणं दीर्घशनि इत्यनेन दीर्घत्वं भूत्वा श्याम्य इति अङ्गं भवति, अनन्तरं ति योजनेन श्याम्यति श्राम्यति इति श्राम्यति इति भवति। अनन्तरं भ्रमु अनवस्थाने भ्रमणं करोति इति अर्थे ब्रह्म योगः शन्। शमामष्टाणां दीर्घशनि इत्यनेन दीर्घत्वं भूत्वा ब्राम् इति भवति, या योजनेन ब्राम्य इति अङ्गं भवति, अनन्तरं ति योजनेन ब्राम्यति इति भवति। शमु शमु सहने क्षमां करोति, शम् योगः शन्। अत्रापि शमामष्टाणां दीर्घशनि इत्यनेन दीर्घत्वं भूत्वा श्याम्य यकारयोजनेन श्याम्य इति अङ्गं भवति, अनन्तरं ति योजनेन श्याम्यति इति भवति। क्लमु ग्लाणौ ग्लाणः भवति, क्लम् योगः क्षण्। शममष्टाणं दीर्घशनि इत्यनेन दीर्घत्वं भूत्वा क्लाम् योगः या क्लाम्य इति भवति, अङ्गं भवति, अनन्तरं ति योजनेन क्लाम्यति इति भवति अन्तिमरूपम्। अनन्तरं मदी अर्षे प्रसन्नः भवति इति अर्थे आगच्छति मद् योगः शन्। अत्रापि शममष्टाणं दीर्घशनि इत्यनेन दीर्घत्वं भूत्वा माद् योगः या भवति, माद्य इति अङ्गं भवति, अनन्तरं ति योजनेन माद्यति माद्यति इति अन्तिमरूपं निष्पन्नं महोदय। समीचीनं, बहु समीचीनं, धन्यवादः। अत्र एकः धातुः विशिष्टः अस्ति, क्लमु। क्लमु इति धातुः, तस्य विषये अग्रे परिशिष्टे दत्तमस्ति, तद् अग्रिमसप्ताहे पठिष्यामः। अत्र एकं वक्तुमिच्छामि, तत्र उकालो उकालो अच् ह्रस्वदीर्घप्लुतः इति सूत्रेण ज्ञायते एव, अच्वर्णस्यैव ह्रस्वदीर्घप्लुतः इति उच्यते। तत्र का उच्चारणस्थानस्य विषये उक्तमस्ति, परन्तु तत्र ह्रस्वदीर्घप्लुतसंज्ञा अच्वर्णस्यैव भवति इति ज्ञायते, परन्तु तथापि अचश्च इति सूत्रं कृतमस्ति स्पष्टीकरणार्थम्। अत्र बालमनोरमायं किम् उक्तमिति चेत्, पूर्वसूत्रे इक् इति वत् इति उक्तं, यथा तत्र इकोगुणवृद्धि इति यथा अस्ति तथैव अत्रापि स्पष्टीकरणार्थम् अत्र उक्तमस्ति अच्वर्णस्य स्थाने एव ह्रस्वदीर्घप्लुतः विधीयते इति। परिभाषा इयं स्थानिनि नियमार्था इति उक्तम्, इति परिभाषासूत्रमस्ति, नियमार्थम् अत्र उक्तमस्ति। तत्र ह्रस्वदीर्घप्लुत प्लुत स्वसंज्ञया शिष्यमाणा अचेव स्थानम् अचेव स्थाने वेदितव्याः इति उक्तं, तर्हि स्पष्टीकरणार्थम् इति वक्तुं शक्यते। अस्तु, अत्र कोऽपि प्रश्नः अस्ति वा? परन्तु पूर्वसूत्रात् तु ह्रस्वसंज्ञकः कः दीर्घसंज्ञकः तदेव उक्तं किल, तत्र अधिस्थाने भवतु चेत् न उक्तं तदपि. किं पुनः पृच्छतु? उकालो ह्रस्व दीर्घ कृतः इति सूत्रेण कः ह्रस्वसंज्ञकः कः दीर्घसंज्ञकः अपि च कृतसंज्ञकः कः इति उक्तं, परन्तु आदेशनिर्ण अच् इति उक्तं, परन्तु कुत्र आदेशः भवति इति तु तत् तस्मात् सूत्रात् न भवति. आदेशनिर्णय न आदेशः तु इति इत्युक्ते पश्यतु, क्षमाम् अष्टानाम् अङ्गानां दीर्घः शनि इति एव तावदेव वदामः. अचः इति पदं नास्ति इति चिन्तयतु. क्षमाम् अष्टानाम् अङ्गानां दीर्घः शनि इति यदा वदति, दीर्घः इति पदेन एव अच्वर्णस्य एव दीर्घत्वं, यतोहि तत्र ऊ इति यः यस्य कालः अस्ति तादृश उच्चारणकालः यस्य अस्ति तस्य ह्रस्वसंज्ञा, यस्य अच्वर्णस्य अस्ति तस्य ह्रस्वसंज्ञा इति ज्ञायते, अथवा तत्र न दीर्घसंज्ञा इति ज्ञायते, क्षम्यतां, दीर्घसंज्ञा इति ज्ञायते. तर्हि तेन एव क्षमाम् अष्टानाम् अङ्गानां दीर्घः श्यनि इति वदामः चेत् अर्थावगमनं न भवति वा इति चेत् भवति, यतोहि उकालो ज्रस्वदीर्घप्लुतः इति सूत्रं तु अस्ति एव, तेन अर्थावगमनं भवति. तथापि तत्र अचः इति उक्तं, किमर्थं तत्र अचः अचश्च इति सूत्रम् उक्तम् इति चेत् एवं स्पष्टीकरणार्थं तावदेव परिभाषासूत्रमस्ति, परिभाषासूत्रेण उक्तमस्ति. यथा इक् इतिवत् इति उक्तं पूर्वसूत्रे, इक् इतिवत् इको गुणवृद्धि इत्यत्र इक् इतिवत् अत्रापि अचः इति पदम् उपस्थितं भवति इति उक्तम्. परन्तु सूत्रे तु नास्ति न क्षमाम् अष्टानां दीर्घशनि इति उक्तम्, अचः इति न उक्तं, न सूत्रे तु न उक्तम्. अचश्च इति परिभाषासूत्रमस्ति खलु? तत्तु सहायकसूत्रमस्ति, परन्तु सूत्रे तु किमपि न उक्तम्, अचः दीर्घः इति न उक्तं, अनूद्यसूत्रे एव तत्र अस्ति अचश्च इति सः परिभाषासूत्रेण सहायं करोति इति अवगन्तुं शक्नुमः, परन्तु तदपि आवश्यकं नास्ति इति मम भाति. तदेव अहम् इदानीं वदन्ती अस्मि, अचः इति पदमपि नावश्यकं वस्तुतः, उकालो ज्रस्वदीर्घपृतः इत्यनेन अवगम्यते एव, तथापि उक्तमस्ति अचश्च इति सूत्रं कृतमस्ति स्पष्टीकरणार्थं. किमर्थं तथा कृतम् इति चेत् बालानां सुखबोधार्थम् इति अस्ति, इति अस्ति बालानां सुखबोधाय. धन्यवादः. तत्र तत्र किमस्ति निधाय हृदि विधाय किमस्ति तत्र तर्कशास्त्रे अन्नभट्टैः किं कृतम् किमासीत् तत्र श्लोकः इति स्मरति वा? तर्कशास्त्रं निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः अस्ति खलु, तत्रैव बालानां सुखबोधाय इति भवति. अस्तु, तर्कसङ्ग्रहः वस्तुतः अस्माकं कृते तत्र तदेव इत्युक्ते प्रौढग्रन्थः अस्ति अस्माकं कृते, परन्तु तत्र बालानां सुखबोधाय इति वदति. भगिनी तत्र अहं श्रुतवती बाल इत्युक्ते यः ग्रहणं धारणं च करोति इति. सत्यं, ग्रहणधारणपटुः इति अस्ति, ग्रहणधारणपटुः इति अस्ति, तत्र बालः इत्युक्ते साक्षात् बालः तादृशबालः इति नास्ति, परन्तु तथापि अहं वदामि सामान्य अर्थे बालः इति यदा वदामः तदानीं बालः इति वदामः, परन्तु इदं पुस्तकं तु बालानां नास्ति. तत्र व्याख्यानं सर्वं वयं स्वीकुर्मः चेत् बालानां तु नास्ति. अस्तु, यत्किमपि भवतु, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः भगिनी, नमस्कारः.